पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 96 पृथुरुवाच यत्त्वया कथितं ब्रह्मन् व्रतमूर्जस्य विस्तराद तत्र या तुलसीमूले विष्णो पूजा त्वयोदिदा तेनाहं प्रष्टुमिच्छामि माहात्म्यं तुलसीभवं कथं सादिप्रिया विष्णोर्देवदेवस्य शार्ङ्गिणः कथमेषा समुत्पन्ना कस्मिं स्थाने च नारद एतद्ब्रूहि समासेन सर्वज्ञोऽसि मदोहि मे नारद उवाच पुरा रुद्रेण दैत्येन्द्रे सिन्धुसूनौ निपातिदे प्रणम्य शिरसा रुद्रं देवा ब्रह्मादयो ब्रुवन् शृणुराजन् प्रवक्ष्यामि माहात्म्यं तुलसीभवं सेदिहासं पुरावृत्तं तत्सर्वं कथयामि ते पुरा शक्रशिवं द्रष्टु मघात् कैलासपर्वतं सर्वदेवैः परिवृतस्त्वप्सरोगणसेविदः यावद्गतशिवगृहं तावत्तत्राशु दृष्टवान् पुरुषं भीमकर्माणं दंष्ट्रानयनभीषणं सस्पृष्ठस्तेन कस्त्वम्भो क्व गदो जगदीश्वरः एवं पुनः पुनःस्पृष्टः स यदा नोचिवान्नृप तदक्रुद्धो वज्रपाणि तन्निर्भर्ष्य वचोऽब्रवीद रे मया पृच्छमानोऽपि नोत्तरं दत्तवानसि अधस्त्वां हन्मिवज्रेण कस्ते त्रातास्ति दुर्मते इत्युदीर्य ततो वज्री वज्रेण चाहनदृढं तेनास्य कण्ठे नीलत्वमगाद्वज्रं च भस्मदां ततो रुद्रप्रजज्वाल तेजसा प्रदहन्निव दृष्ट्वा बृहस्पतिस्तूर्णं कृताञ्जलिपुडो भवेद् इन्द्रश्चण्डवद्भूमौ कृत्वा स्तोदुं प्रचक्रमे बृहस्पतिरुवाच नमो देवाधिदेवाय त्र्यम्बकाय कपर्दिने त्रिपुरघ्नाय शर्वाय नमोऽन्धकनिषूदिने विरूपायाधिरूपाय बहुरूपाय शम्भवे यज्ञविध्वंसकर्त्रे च यज्ञानां फलदायिने कालान्तकाय कालाय कालभोगधराय च नमो ब्रह्मशिरोहन्त्रे ब्राह्मणाय नमो नमः नारद उवाच एवं स्तुतस्तदा शम्भुः द्विजर्षभं जगादः संहारन्नयनज्वालं त्रिलोकी दहनक्षमां वरं वरय भो ब्रह्मन् प्रीतस्तुत्यानया तव इन्द्रस्य जीवदानेन जीवति त्वं प्रधां व्रज बृहस्पतिरुवाच यदि तुष्टोऽसि देवत्वं या हीन्द्रं शरणागतम् अग्निरेषशमं यादु भालनेत्रसमुद्भवः ईश्वर उवाच पुनप्रवेशमायाधि भालनेत्रे कथं त्वयं येनं त्यक्ष्याम्यहं दूरे यथेन्द्रं नैव पीडयेद नारद उवाच युत्युक्त्वा तं करे धृत्वा प्राक्षिपल्लवणाम्भसि सोपतत्सिन्धुगङ्गाया सागरस्य च सङ्गमे तदा स बालरूपत्वमगा तत्र रुरोद च रुदतस्तस्य शब्देन प्राकम्पद्धरणीमुहुः स्वर्गश्च सत्यलोकश्च तत्स्वनाद्बधरीकृतौ श्रुत्वा ब्रह्मा ययौ तत्र किमेतदिति विस्मितः तावत् समुद्रस्योत्सङ्गे कम्बालं स तदर्शः दृष्ट्वा ब्राह्मणमायान्तं समुद्रोऽपि कृताञ्जलिः प्रणम्य शिरसा बालं तस्योत्सङ्गे न्यवेशयेद् ततो ब्रह्मा ब्रवीद्वाक्यं कस्यायं शिशुरद्भुतः निशम्येदि वचो धातुर्वाक्यं तु साकरो ब्रवीद ब्रह्मा उवाच सरित्पदे कुतो लब्धो बालो ह्येष महाबलः यस्य नादेन सम्प्रस्ता देवासुरमहोरगाः समुद्र उवाच भो ब्रह्मन् सिन्धुगङ्गायां जातोऽयं मम पुत्रकः जातकर्मादिसंस्कारान् कुरुष्वास्य जगद्गुरो नारद उवाच किद्धं वदति पाधोधौ स बालसागरात्मजः ब्रह्माणमग्रहीत्कूर्चे विधुन्वन्तं मुहुर्मुहुः दुन्वतस्तस्य कूर्चं तु नेत्राभ्यामागमज्जलं कथं चिन्मुक्तकूर्चोधब्रह्मा प्रोवाचसागरं ब्रह्मोवाच नेत्राभ्यां विधृतं यस्मादनेनैस्तज्जलं मम तस्माज्जलन्धर इति ख्यातो नाम्ना भवत्यसौ अधुनैवैष तरुणः सर्वशस्त्रास्त्रपारगः अवध्य सर्वभूतानां विना रुद्रं भविष्यति यादि यत्र समुद्भूतस्तत्रेदानीं गमिष्यति या नारद उवाच इत्युक्त्वा शुक्रमाहूय राज्ये तं चाभ्यषेचयेद आमन्त्र्य सरितां नाथं ब्रह्मान्तर्धानमन्वगाद अध तद्दर्शनोद्भुल्लनयनः सागरस्तदा कालनेमि सुतां वृन्दां तद्भार्यार्थमयाचद ते कालनेमि प्रमुखास्तदोऽसुरास्तस्मै सुतां तां प्रददुः प्रहर्षितः स चापि तान् प्राप्य सुहृद्वरान्वशी शशासगां शुक्रसहायवान् बली इति श्रीपात्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जालन्धरोत्पत्तिवर्णनं नाम षण्णवतितमोऽध्यायः ॐ